ॐ कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेन अखिलशत्रवो विनीहताः कृष्णाय तस्मै नमः कृष्णादेव समुत्थितां जगदिदं कृष्णस्य दासः अस्मि अहम् कृष्णे तिष्ठति विश्वम् एतत् अखिलं हे कृष्ण रक्षस्व माम् ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनि, बहु समीचीनमस्ति। सर्वाः विभक्तयः अपि आसन् अत्र। धन्यवादः भगिनि, धन्यवादः भगिनि। अस्तु, आरम्भं कर्तुं शक्नुमः। अस्माकं सर्वेषाम् अस्माकं वर्गे स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तत्र अव्ययानि इति। तस्मिन् विषये तत्र केचन कानिचन अव्ययानि स्वीकृतानि पुस्तके। अत्र गतवर्गे यथा तथा इति तस्मिन् विषये अभ्यासं कृतवन्तः। तदनन्तरं यथा तथा इति विषये अपि किञ्चित् परिशीलितवन्तः, तत्र उदाहरणानि दृष्टवन्तः। इदानीं तत्र पेज् 160 मध्ये तत्र अग्रे गच्छामः। तत्र तृतीय अभ्यासः अस्ति, चतुर्थ अभ्यासः अस्ति। तद् कृत्वा तदनन्तरं यत्र तत्र इति विषयः, तदनन्तरं तत्र एतावत् तत्र सम्बद्ध नित्यसम्बद्ध अव्ययद्वयं तादृशरूपाणि एतावत् पश्य दृष्टवन्तः। तदनन्तरं किन्तु निश्चयेन प्रायशः खलु अपेक्षया इति तत्र एकमेव अव्ययं, तस्य विषये अपि किञ्चित् अभ्यासं कुर्मः। तदनन्तरं भवति तत्र अद्यतन ह्यस्तन इति, तत्र तन इति प्रत्ययस्य प्रयोगाः। अस्तु, तर्हि इदानीं तत्र यथा तथा इति तृतीय अभ्यासः कुर्मः। तत्र वेदा भगिनी आरम्भं करोति वा? आम् महोदय। यथा तथा अव्ययोः योजनेन एतेषां शब्दानां च साहाय्येन यतोदाहरणं वाक्यानि रचयत। उदाहरणार्थं माता पिता, यथा मम माता गायति तथा मम पिता न गायति। राजादेशः सैनिकः, राजादेशः सैनिकः, यथा राजादेशः तथा सैनिकः अनुसरति। यथा राजादेशः भवति यथा राजा सैनिकः करोति तथा सैनिकः करोति करोति। दुर्योधनः धृतराष्ट्रः। अस्तु, यथा राजादेश, राजादेशः इति अतः राजस्य आदेशः इत्युक्ते तत्र महाराजः भवतु अथवा तत्र यत् गवर्नमेंट इति वदामः तदपि, ओ तत्र तत्र तस्य आदेशः, महाराजस्य आदेशः वा अथवा यद् इदानीं प्रवर्तमानः अस्ति तत्र राज्यसभा इति, तत् तत्र तेषाम् आदेशः वा, यद् आदेशः यः आदेशः भवति तादृश, यथा आदेशः भवति तथा सैनिकः करोति। दुर्योधनः धृतराष्ट्रः, यथा दुर्योधनः अधर्मी अस्ति अस्ति तथा धृतराष्ट्रः अपि। हा अस्तु अस्तु, तद् हा तद् तत्र तद् एकं वाक्यं भवति। अत्र अत्र तु अनेकानि वाक्यानि रचितुं शक्नुमः इति मन्ये। अस्तु भगिनि, तत् तत्तु समीचीनमेव। अस्तु, एतद् उदाहरणं स्वीकृत्य अन्ये अन्यत् वाक्यमपि कर्तुं शक्नुमः इति मन्ये। तत्र अन्य कोऽपि प्रयत्नं कर्तुम् इच्छन्ति वा? तत्र शुभदा भगिनी वक्तुमिच्छति वा? दुर्योधनः धृतराष्ट्रः, दुर्योधन धृतराष्ट्र स्वीकृत्य एव अन्यत् वाक्यमपि तत्र केवलम् एकमेव वाक्यम् इति किमपि नास्ति खलु तत्र अतः तत्र अन्यत् वाक्यमस्ति चेत् तदपि यथा दुर्योधनः युवकः अस्ति तथा धृतराष्ट्रः नास्ति धृतराष्ट्रः वृद्धः अस्ति हा अस्तु समीचीनम् हा हा हा समीचीनं तत्र यथा तथा तत्र किं सामान्यं प्रदर्शितुं यथा तथा तस्य प्रयोगः भवति सामान्यम् इत्युक्ते यथा एषः तथा अन्यः अथवा यथा एषा तथा अन्या सामान्यमपि प्रदर्शितुं यथा तथा इति अव्ययद्वयस्य प्रयोगः भवति अपि यत्र भेदः विरोधः अस्ति तदपि प्रदर्शितुं यथा तथा इति तस्य प्रयोगः भवति यत् यथा उदाहरणे तत्र माता यथा गायति तथा पिता न गायति तत्र भेदः अस्ति विरुद्धः अस्ति इति तद् अतः द्वयमपि कर्तुं शक्नुमः अस्तु अत्र अन्यत् अन्यत् वाक्यमेव यथा दुर्योधनः वदति तथा धृतराष्ट्रः करोति हा तदपि समीचीनमेव हा अस्तु भगिनि हा तत्र हा तत्र अनुसरति इति अनुसरति इति प्रदर्शितुं तत् कर्तुं शक्नुमः समीचीनम् अस्तु अग्रे नरेश् महोदय अग्रे वदति वा हिरण्यक्षिपु हिरण्यकशिपुः यथा हिरण्यकशिपुः वदति तथा प्रह्लादः न करोति तथा न अस्तु हा यथा हिरण्यकशिपुः वदति तथा प्रह्लादः न करोति हा अस्तु यथा हिरण्यकशिपुः क्रूरः आसन् तथा प्रह्लादः न आसीत् आसीत् आसीत् एकवचने प्रह्लादः न आसीत् प्रह्लादः न आसीत् तदपि समीचीनं प्रह्लादः न आसीत् हा सत्यं हा अस्तु अन्यत् वाक्यं तत्र शोभा भगिनी अस्मिन् उदाहरणे अन्यत् वाक्यम् अस्ति वा हिरण्यकशिपुः प्रह्लादः इति आम् महोदय यथा हिरण्यकशिपुः विष्णोः द्वेषिः अस्ति तथा प्रह्लादः नास्ति नास्ति समीचीनं भगिनि हा अतः तत्र अनेकानि वाक्यानि रचितुं शक्नुमः अतः केवलम् एकमेव इति मा चिन्तनं मास्तु अस्तु अग्रे हा तत्र अस्तु लक्ष्मी भगिनी अग्रे यथा राजा तथा प्रजा हा अस्तु तत्र अन्यत् किमपि प्रायशः न भवति अस्तु अस्तु तर्हि अग्रे उषा भगिनी अग्रे आं महोदय यथा रामः विभीषणः यथा रामः युद्धं करोति तथा विभीषणः न करोति यथा रामः युद्धं करोति तथा विभीषणः न करोति अस्तु समीचीनमेव तत्र अन्यत् किमपि वाक्यं रचयितुं शक्नुमः वा अत्र अस्तु अस्तु एकमेकम् अस्तु लक्ष्मी भगिनी वदतु यथा भूमिः तथा सोयः भवति न न न न केवलं तत्र रामः विभीषणः तस्मिन् विषये हा केवलं रामः विभीषणः इति विषये तत्र अन्यत् वाक्यम् अस्ति वा इति यथा रामः यथा अस्तु वेदा भगिनी वदतु यथा रामः भगवान् अस्ति तथा विभीषणः भक्तः अस्ति समीचीनं भगवतः अस्तु यथा रामः भगवान् अस्ति तथा विभीषण भगवतः भक्तः अस्ति अस्तु अस्तु समीचीनम् अस्तु शोभा भगिनि यथा रामः उपदिष्टति तथैव विभीषणः करोति हा तदपि समीचीनं हा समीचीनम् अस्तु यथा रामः कृपालुः यथा रामः कृपालुः अस्ति तथा विभीषणमपि कृपालुः कृपालुः इति संस्कृतपदम् इति कृपा अस्ति न वा इति न जानामि, किन्तु यद् अस्ति चेत् समीचीनवाक्यं. द्रष्टव्यमस्ति भगिनि, मया न ज्ञातव्यं तत्र तादृशपदम् अस्ति न वा इति, किन्तु अस्ति चेत् समीचीनम्. अस्तु अस्तु, अग्रे गच्छामः. इदानीं तत्र पुनः यथा तथा इति एव अग्रे. वंशीसुधा भगिनि नमस्कारः. भगिनि तत्र पेज् 160 मध्ये स्मः, यथा तथा इति विषये. अस्तु अग्रे शुभदा भगिनी वदति वा चतुर्थाभ्यासम्. यथोदाहरणं वाक्यानि रचयत. यथा पूर्वं जनाः आसन् तदा तथा इदानीं न सन्ति. यथा माता पचति तथा तथा पुत्री पक्तुं न शक्यते अथवा न पचति. सरलवाक्यं न पचति, न पचति अथवा तथा पिता न पचति, तथा मम भ्राता न पचति, अनेकानि वाक्यानि सन्ति. अस्तु, यथा माता पचति तथा अहं न पचति पचामि न पचामि हा न पचामि. समीचीनं भगिनि. हा अस्तु, हा अग्रे शोभा भगिनि. यथा अध्यापिका वदति तथा छात्राः कुर्वन्ति. यथा अध्यापिका वदति तथा छात्राः कुर्वन्ति. समीचीनं. हा अस्तु, अग्रे वंशीसुधा भगिनी वक्तुम् इच्छति वा अग्रे? आं महोदय. यथा वैद्यः वदति तथा एव रोगी करोति. हा तथैव रोगी करोति. अस्तु, रोगी अथवा रुग्णः अपि प्रायशः रुग्णः अपि पदमस्ति इति मन्ये. अस्तु अग्रे नरेश महोदय. यथा नरः करोति तथा वानरः अपि करोति. हा तथा वानरः अपि करोति. अस्तु समीचीनं. ललिता भगिनी अग्रे. यदा हिमालयः अस्ति तथा कोऽपि पर्वतः नास्ति. हा अस्तु समीचीनं भगिनि. हा यथा हिमालयः अस्ति तथा कोऽपि पर्वतः नास्ति. अस्तु समीचीनम्. अग्रे उषा भगिनि. आं महोदय. यथा सिंहः गर्जति तथा गजः न गर्जति. यथा सिंहः गर्जति तथा गजः न गर्जति. अस्तु लक्ष्मी भगिनी अग्रे. यथा नर्तकी नृत्यति तथा अन्या न नृत्यति. हा तथा अन्या न नृत्यति. समीचीनं भगिनी. अस्तु अग्रे वेदा भगिनी, तत्र श्लोकः अस्ति, प्रथमश्लोकः पठित्वा. एतौ श्लोकौ उच्चैः पठत. यथा देशस्थता भाषा, यथा राजा तथा प्रजाः, यथा भूमिस्थता तोयं, यथा बीजस्थता अङ्कुरः. यथा देशः तथा भाषा. देश यस्य अस्ति तथैव भाषा अपि अस्ति. यथा राजा देशः सम्यक् अस्ति चेत् तस्मिन् देशे भाषा अपि बहु सम्यक् भवति. यथा राजा तथा प्रजा. तत्र राजा उत्तमः अस्ति चेत् प्रजाः अपि उत्तमाः उत्तमाः भवन्ति. यथा भूमिस्तथा तोयं, यथा बीजः तथा अङ्कुरः. यथा भूमिः तथा भूमिः तोयम् इत्युक्ते वाटर् जलं जलं जलं जलं वृष्टिः इति मन्ये, वृष्टिः इति मन्ये अथवा केवलं जलम् इति वा? जलं यथा बीजं केवलं जलम् इति, केवलं जलं, केवलं जलं, हा. किन्तु तत्र प्रायशः वृष्टिः अपि तदपि अर्थः भवति इति मन्ये. यथा भूमिः, यथा बीजः तथा अङ्कुरः. बीजं यथा अस्ति तथैव अङ्कुरः अपि किं वर्तते. हा, तत्र बीजं किं भवति? बीजं गच्छता कालेन अङ्कुरः भवति खलु. अतः तत्र तोयं सर्वं भूमिः, तोयं सर्वं समीचीनम् अस्ति चेत् तत्र बीजः अपि सम्यक्तया अङ्कुरः भवति. बीजः अपि सम्यक् अस्ति चेत् अङ्कुरः अपि सम्यक् भवति इति. अतः यथा यथा तत्र सामान्यमस्ति इति, तत्र एकमुत्तम एकस्मिन् उत्तमता उत्तमगुणम् अस्ति चेत् अन्ये अन्यस्मिन् अपि उत्तमः उत्तमगुणं भवति इति. अस्तु, तर्हि तत्र प्रथमश्लोकः कृतं. प्रश्नः अस्ति वा अस्मिन् श्लोके? न महोदय. अस्तु, अग्रे तत्र शोभा भगिनी अग्रिमश्लोकः पठति वा. यथैधांसि समिद्धोऽग्निर्भ स्मसात् कुरुतेर्जुन. भस्मसात्, ओ वयं पठितवन्तः, भस्मसात् कुरुतेर्जुन. ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा. यथा तत्र यथै इति भवति, अतः तत्र अत्र एधांसि इति अस्ति. एधांसि, यथा एधांसि, यथा एधांसि समिद्धो अग्नि तत्र संयुक्त समिद्धः समिद्धः ओ समित् इति हवने उपयुज्यामः किल महोदय? सत्यं सत्यं, यथा एधांसि समिद्ध समिद्धः अग्निर् अग्निः अग्निः अग्निः भस्मसात् कुरुते अर्जुन. भस्मसात् कुरुते अर्जुन. ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा. तत्र तत्र अस्मिन् पुटे द्वितीयवाक्यम् उपरि आम् महोदय. तत्र यथा वयं दृष्टवन्तः तत्र समिद् काष्ठानि यत् हवने सन्ति ते भस्म एधांसि इत्युक्ते एधांसि इत्युक्ते फ्युवेल् भगिनि. तत्र तत्र एतत् नूतनपदम्, एतत् वयं न जानीमः, किन्तु गीतासोपने द्वितीयभागे पश्यामः. एतत् सकारान्तनपुंसकलिङ्गपदमस्ति. तत्र प्रसिद्ध सकारान्तनपुंसकलिङ्गपदमस्ति मनस्. तत्र रूपमस्ति मनः, मनसि, मनांसि, मनांसि. तथैव एदः, एदसि, एदांसि इति. एदांसि बहुवचने. अस्तु, यथा एदांसि समिद्धः. समिद्धः इत्युक्ते समिद्धानान् इति भवति वा महोदय कर्मपदं बहुवचने? हा, किन्तु तत्र समिद्धः इति तु तत्तु पुल्लिङ्गपदम् अस्ति. तत्र कर्मपदं भवति एदांसि किल. हा, तत्र हा तत्र प्रायशः तत्र किम् अस्ति इति प्रायशः एदांसि एव. हा, तत्र काष्ठानि इति प्रायशः एदांसि इति मन्ये भगिनि. तत्र अग्निः एदांसि फ्यूवल् तदेव काष्ठानि तद् उपयुज्य. तत्र समिदपि काष्ठानि किल महोदय? तत्र किञ्चित् मम मनसि क्लेशः अस्ति भगिनि. तत्र समिद् इत्युक्ते काष्ठानि इति अहं तत् अस्ति भगिनि, किन्तु अत्र किं भवति, तत्र समिद्धः इति तत्र पदार्थः न, किन्तु अत्र किं भवति, एकनिमिषः, तत्र समिद्धः अग्निः, तत्र विशेषणविशेषभावः अस्ति. अत्र समिद्धः इति तत्र समिद्धः एकः अर्थः तत्र पदार्थः, अन्यः अर्थः अस्ति तत्र यत्र अग्निः उपरि आगच्छति, तत्र लघु अग्निः इति न, किन्तु तद् ज्वाला भवति खलु, तादृश अग्निः समिद्धः तत्र अग्निं वर्धयितुं उपयुज्यन्ते. किन्तु अत्र एतत् पदं तं न सूचयति. अस्तु, तदपि समीचीनं, तदपि तत्र एतत् पदं तमपि सूचयति, किन्तु अत्र समिद्धः इति अग्निः इति पदस्य विशेषणम् अस्ति. अग्निः, अस्तु महोदय, समिद्धः अग्निः, यथा समिद्धः अग्निः, केवलं तत्र लघु अग्निः इति न, ज्वालमानः ज्वल्यमानः अग्निः, तद् काष्ठानि यथा समिद्धः अग्निः भस्मसात् एधांसि इत्युक्ते फ्यूल्, एधांसि इति नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्ग बहुवचनरूपम्, अतः प्रथमविभक्ति वा द्वितीयविभक्ति वा समानम्. किन्तु मम सन्देहः तत्र महोदय, तत्र किं भस्म भवति? फ्यूल् अत्र फ्यूल् इत्युक्ते काष्ठानि इति. अस्तु अस्तु, यथा यथा समिद्धः अग्निः एधांसि भस्मसात् करोति, तथा ज्ञानस्य अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते करोति इति. तत्र एधांसि इति यद् अस्ति तत्र काष्ठानि इति, ते सर्व तानि सर्वाणि तत्र किं भवति, भस्ममयं भस्ममयानि प्रायशः तत्र भस्ममयम् भस्ममयानि. एदांसि इत्युक्ते इन्धनम् अस्ति वा महोदय? तदपि भवितुम् अर्हति भगिनि तत्र, किन्तु तत्र अत्र एकस्य पदस्य अनेकः अर्थः भवन्ति खलु सन्दर्भानुसरेण, किन्तु अत्र समिद्धः इति प्रथमविभक्तौ अस्ति, अग्निः पदस्य विशेषणं भवति, तद् अतः तद् भस्मसात् न भवति, तद् कर्मपदं नास्ति, कुरुते इति पदस्य कर्मपदं तद् नास्ति, एदांसि इति तत्र नपुंसकलिङ्गपदम् अस्ति, अतः प्रथमविभक्ति वा द्वितीयविभक्ति वा इति न जानीमः खलु, अतः क्लेशः भवति. किन्तु एदांसि यद् अस्ति तद् भस्ममयं भवति, भस्ममयानि भवन्ति इति. तथैव ज्ञानाग्निः ज्ञानाग्निः कर्मणि कर्माणि सर्वकर्माणि सर्वकर्माणि भस्मं करोति इति अपि भस्ममयं करोति, भस्ममयं करोति इति. आम् महोदय, भस्ममयम् इत्युक्ते तत्र साक्षात् भस्मम् इति न भवति खलु, भस्ममयम्, आम् भस्ममयम् अथवा भस्मरूपम् इति, तत्र तादृशी परिस्थितिः इति. अत्र कर्माणि अपि तत्र कर्म कर्मणि कर्माणि इति, इत्यस्य एधः प्रथमाविभक्ति एकवचनरूपं, प्रथमाविभक्ति प्रातिपदिकम् अस्ति, एधस् इति सकारान्त नपुंसकलिङ्गपदं, मनः मनस् पदम् इव, मनः मनसि मनांसि, एदः एदस्सि एदांसि इति रूपम्. अतः तत्र पूर्वं यत् वाक्यम् आसीत् तत्र उपरि द्वितीयवाक्यं, एतस्मात् श्लोकात् एव दत्तम् अत्र एधांसि इति. काष्ठानि यत् अस्ति तत् हा तत् एधांसि भवति न तु संविद्धः इति यथा मया आरम्भे चिन्तितं तादृशं नास्ति मम अपि अस्तु अग्रे शुभदा भगिनी अग्रे अग्रिमे पुटे इदानीं यत्र तत्र इति विषयः शुभदा भगिनी अस्ति वा न श्रूयते भगिनी अस्तु अस्तु अस्तु यत्र तत्र यत्र पुष्पाणि सन्ति तत्र भ्रमराः आगच्छन्ति भवन्तः भवन्तः यत्र वसन्ति तत्र एव संस्कृतकार्यं कुर्वन्तु यत्र दीपः अस्ति तत्र अन्धकारः न भवति यत्र धर्मः भवति तत्र विजयः भवति अतः तत्र यत्र तत्र एकस्मिन् स्थले यत्र यत्र एकं भवति तत्रैव अन्यत् अपि भवति इति इदानीं तत्र देशस्य अथवा प्रदेशस्य विषयः एकत्र यत्र पुष्पाणि सन्ति तत्र एव भ्रमराः आगच्छन्ति इति अस्तु तत्र वदतु भगिनि इदानीं विषयः अस्ति स्थलः स्थलम् इति अस्तु अग्रे प्रथमम् उदाहरणं पठित्वा प्रथमं तत्र यत्र तत्र अव्ययोः योजनेन एतेषां शब्दानां साहाय्येन वाक्यानि रचयत उदाहरणार्थं रामनाम आञ्जनेयः यथा रामनामसङ्कीर्तनं भवति तथा आञ्जनेयः यत्र रामनामसङ्कीर्तनं भवति तत्र आञ्जनेयः भवति यत्र रामनामसङ्कीर्तनं भवति तत्र आञ्जनेयः निश्चयेन भवति इति अस्तु तत्र अत्र अव्ययः इति पदं यत् अस्ति तत्तु बहुवारं दृष्टवन्तः खलु अव्ययम् इति किन्तु तस्य विभक्तिरूपाणि बहु समीचीनानि सन्ति अभ्यासं करणीयमस्ति तत्र अव्ययोः इति तत्र यकारः अन्ते अस्ति खलु अतः तत्र किञ्चित् क्लेशः सर्वेषां कृते भवति अतः तत्र अभ्यासं किञ्चित् अभ्यासम् अपेक्षितमेव चिन्ता मास्तु अस्तु अग्रे करोतु भगिनि प्रथम शर्करापिपीलिकाः शर्करापिपीलिकाः यत्र शर्करा अस्ति तत्र पिपीलिकाः आगच्छन्ति समीचीनं अस्तु अग्रे वंशीसुधा भगिनि यत्र शब्दः किञ्चित् उच्चैः वदतु भगिनि आं महोदय शब्दः शिशु खलु महोदय द्वितीयवाक्यं शब्दः शिशु सत्यं यत्र शब्दः भवति तत्र शिशुः रोदति वा किं वदामि तत्र प्रायशः सः एव उद्देशः इति मन्ये तत्र यत्र शब्दः भवति तत्र शिशुः श्रूयते यत्र शब्दः श्रूयते अस्तु भगिनि यत्र शब्दः श्रूयते तत्र शिशुः शिशुः अस्ति प्रायशः अस्ति तत्र शिशुः अस्ति सम्बन्धः कः अहं न ज्ञातवती महोदय यत्र शिशवः सन्ति तत्र शब्दः भवति एव इति प्रायशः उद्देशः न महोदय यत्र माता शिशोः शब्दः श्रूयते महोदय यत्र शब्दं नास्ति तत्र शिशुः निद्राति इति वक्तुं अस्तु तत्र अस्तु अस्तु समीचीनमेव यत्र यत्र शब्दः नास्ति तत्र अथवा यत्र माता शब्दं न शृणोति तत्र पुनः लक्ष्मी भगिनी भवत्याः वाक्यं पुनः एकवारं। यत्र शब्दं नास्ति तत्र शिशुः निद्राति। निद्राति, अस्तु समीचीनमेव भगिनी। अस्तु वेदा भगिनी वाक्यमस्ति वा? महोदय क्षम्यताम्, पूर्वस्मिन् अभ्यासस्य एकः प्रश्नः महोदय, प्रायः भवान् उक्तवान् एव तत्र सम्मिद्धेन उत्तेजितः अग्निः इति अर्थे एव किल महोदय? तत्र सम्मिद्धः इति ता प्रत्ययः इति मन्ये महोदय, सम्मिद्धः इत्युक्ते सम्मिद्धः अग्नि इत्युक्ते सम्मिद्धेन मिलित्वा यथा अग्निः उत्तेजितं भवति तादृशम् अग्निः वा? अग्निः एव, पुंलिङ्गे एव महोदय भगिनी। किन्तु तत्र अस्तु, तत्र सम्मिद्धेन प्रेरितम् अग्निः इति स्वीकुर्मश्चेत् तत्र किं भस्मयं भवति? एतांसि भस्मयं भवति महोदय, अत्र यत् किमपि अग्निः नास्ति सम्मिद्धेन उत्तेजितम् अग्निः कथं भस्ममयं करोति महोदय? बहु प्रायशः तत्र चिन्तनीयमस्ति भगिनि। तत्र अहं वदामि वा महोदय, तत्र शब्दकल्पद्रुमे दृष्टवती सम्मितः इति ताप्रत्ययः अस्ति महोदय। अस्तु भगिनि, अतः पृष्टवती। किन्तु किन्तु सम्मिद्धं अस्तु मिलित्वा समुद्रेण समिद्धेन मिलित्वा अग्निः यथा बर्निङ्ग् ऐ डोण्ट् नो वाट् महोदय ज्वलति, अतः तत्र ज्वलति यथा ज्वलति तादृशं ज्ञानाग्निः कर्माणि भस्ममयं करोति इति सम्यक् अस्ति वा इति मम प्रश्नः महोदय। किन्तु समिद्धः इति तत्र अहम् इदानीं तत्र गीताप्रवेशः अपि तदपि पश्यन् अस्मि, तत्र समिद्धः इति पदस्य अर्थः एतद् दत्तमस्ति सन्दीप्तः इति, सन्दीप्तः इति, अतः तत्र सम् इन्ध त प्रत्ययः अस्ति महोदय, अतः प्रायशः अस्तु इन्धन् अस्तु हा चिन्तनं कुर्मः। अस्तु महोदय धन्यवादः। किन्तु तत्र किन्तु अत्र तु मम चिन्तनम् एतदस्ति, अहं वदामि तत्र प्रथमवाक्यस्य व्याकरणरूपेण प्रायशः बहु किमपि अस्ति अवगन्तुं, तथापि द्वितीयवाक्यस्य एव महत्वम् अस्ति अस्मिन् श्लोके इति। सत्यं महोदय, खलु सत्यं सत्यं। किन्तु मम कुतूहलः इत्युक्ते किन्तु अत्र समिद्धः इति पदस्य तत्र अस्मिन् वाक्ये कः अर्थः इति द्रष्टव्यमस्ति, तत्र सं योगः इन्द इति तत्र, किन्तु इन्द इति तत्र येन अग्निः भवति इति प्रायशः इन्द् इति अतः तत्र किन्तु तत्र समिद्धः इति अतः समिद्धः इति चिन्तितम् अस्ति, किन्तु तत्र अस्तु एदांसि इति अहं काष्ठानि इति चिन्तितवान्, यतः यतोहि काष्ठानि एव भस्मसात् कुरुते इति अर्थः अस्ति तत्र, अतः समिद्धः इति इत्युक्ते कः? काष्ठानि न, काष्ठानि न, यत् यत् किमपि अग्निम् अग्नि whatever makes the fire so fierce अग्निं अग्निं वर्धयति, अस्तु वर्धयति तादृशज्ञानाग्निः, अतः तादृशज्ञानाग्निः अतः ज्वल्यमानः अग्निः इति पूर्वम् उक्तवन्तः वयम्. आम् महोदय, अस्तु तदेव. एतदेव एषः एव खलु भवती अपि वक्तुम् इच्छति, एतदेव खलु? आम् महोदय. यत्र केवलं तत्र अग्निः यत् वयं न द्रष्टुं शक्नुमः तादृशः अग्निः न, यत् वयं यत् यत् वयं दृश्यमानः अग्निः तत्र ज्वल्यमानः अग्निः अस्ति, अतः तत्र भवती तत्र संविद् इति तत्र तृतीयाविभक्तिरूपं तेन प्रेरितम् इति चिन्तनं भवत्याः खलु? अस्तु भगिनि, प्रज्वलितः अग्निः. हा तादृश तादृश समीचीनं प्रज्वलितः. अस्तु धन्यवादः, समीचीनमेव अस्ति इति मन्ये भगिनि. समीचीनम् इति मन्ये. शुभदा भगिनी धन्यवादः. अस्तु तत्र इदानीं तत्र कुत्र स्मः वयं? शब्दः शिशुः इति कृतं खलु इदानीं? इदानीं तत्र हा अस्तु वंशीसुधा भगिनी, तत्र भूकम्पः समाजसेवकाः इति तत्र तत् करोति वा? आमां महोदय, भूकम्पः समाजसेवकाः. यत्र भूकम्पः भवत् भूकम्पः अभवत् तत्र समाजसेवा सेवकाः अवसरः भवति. सेवकाः इति अवसरः तत्र षष्ठी अपेक्षितं खलु? सेवकानाम् अवसरः अवसरः भवति. आसीत् अस्ति, भूतकाले कृतवती खलु प्रथमभागम्? अत्र यदि भूतकाले अभवत् तदेव तत् अधुना एव समाजसेवकाः गच्छन्ति किल महोदय? यत्र भूकम्पः अस्तु यत्र भूकम्पः अभवत् तत्र समाजसेवकानाम् अवसरः अस्ति इति. अस्तु अस्ति आम् महोदय इति इति वक्तुम् इष्टवती वा? आम् महोदय. अस्तु भगिनि समीचीनं समीचीनमेव समीचीनमेव. अस्तु अग्रे नरेश महोदय. माता शिशुः, यत्र माता गच्छति तत्र शिशुः अनुगच्छति. हा यत्र माता गच्छति तत्र शिशुः अनुगच्छति, समीचीनं महोदय. अस्तु ललिता भगिनी अग्रे. यत्र यत्र कृष्णः यत्र कृष्णः अस्ति तत्र विजयं प्राप्नोति. विजयं विजयः कर्तृपदम्. यथा यत्र कृष्णः तिष्ठति और् अस्ति तत्र विजयः निश्चयेन प्राप्तुं शक्नोति. तत्र कर्तृपदं किम् अस्ति तत्र अस्मिन् वाक्ये? तत्र विजयः अभवत्. अस्तु तत् भवती वक्तुमिच्छति किन्तु तत्र वाक्यं विजयं प्राप्तुं तत्र विजयः भवति इति प्रायशः सरलवाक्यमेव अस्ति. यत्र कृष्णः अस्ति तत्र विजयः अस्ति अथवा निश्चयेन अस्ति, तदेव तत् समीचीनं वा? अस्तु अस्तु अस्तु अग्रे उषा भगिनि. यत्र धूमः अस्ति तत्र अग्निः अस्ति. यत्र धूमः अस्ति तत्र अग्निः अस्ति. हा एतद् उदाहरणं तु बहु प्रसिद्ध उदाहरणम् अस्ति. तत्र अग्रे गत्वा यदि तत्र न्यायशास्त्रम् अथवा किमपि शास्त्रं तत्र मीमांसा वा यदपि पठितुम् इच्छन्ति तत्र अनुमानम् इति एकम् अस्ति ज्ञानस्य तत्र ज्ञानस्य एकं विधम् अस्ति अनुमानम् इति, प्रत्यक्षम् अनुमानम् इति. तस्मिन् विषये तत्र यत्र धूमः तत्र अग्निः इति प्रसिद्ध उदाहरणम् अस्ति. अतः हा इति अस्तु अस्तु अग्रे लक्ष्मी भगिनी हा यत्र पुष्पाणि सन्ति तत्र सुगन्धः भवति हा यत्र पुष्पाणि सन्ति तत्र सुगन्धः भवति समीचीनं वेदा भगिनी अग्रे यत्र पर्वतः पर्वतः अस्ति यत्र पर्वतः अस्ति तत्र वायुः तत्र वायुः तीक्ष्ण केन से लाइक तीक्ष्ण अस्ति वायुः तीक्ष्णः वायुः अस्ति इति तीक्ष्णः इति प्रायशः रूपस्य परिशीलनं करणीयम् अस्ति शुद्धवायुः अस्ति वा तदपि वक्तुं शक्नुमः यत्र पर्वतः अस्ति तत्र वायुः शुद्धः वायुः शुद्धमस्ति हा शुद्धवायुः शुद्धः अस्ति वायुः शुद्धः अस्ति समीचीनं भगिनि हा अस्तु अग्रे शोभा भगिनी अग्रे यत्र क्रीडाङ्गणम् अस्ति तत्र बालकाः तु सन्ति एव तत्र तु बालकाः सन्ति एव कि इदानीं नास्ति किन्तु साधारणतया इदानीं नास्ति इदानीं नास्ति हा शुभदा भगिनि अग्रे यत्र भक्तिः अस्ति तत्र देवानुग्रहः अस्ति एव हा देवानुग्रहः अस्ति अथवा भवति इति अस्तु समीचीनम् इदानीम् अग्रे गच्छामः तत्र यत्र तत्र इति कृतवन्तः इदानीं तत्र यत्र तत्र इति विषये किञ्चित् श्लोकम् अपि अन्यत् उदाहरणमपि भवति तत्र वंशीसुतभगिनी अग्रे पठति वा भवन्तः कुत्र कुत्र गच्छन्ति इति चिन्तयित्वा यदोदाहरणं दशवाक्यानि वदत उदाहरणं यत्र उत्सवः भवति तत्र अहं गच्छामि महोदय यत्र संस्कृतकक्षा भवति तत्र अहम् अवश्यं गच्छामि यत्र संस्कृतकक्षा भवति तत्र भवती अवश्यं गच्छसि अस्तु समीचीनं भवती गच्छति अस्तु समीचीनं अस्तु इदानीं नरेश महोदय तादृशवाक्यं यत्र तत्र उपयुज्य नरेश महोदय न श्रूयते महोदय यत्र भोजनम् अस्ति तत्र अहं निश्चयेन गच्छामि पुनः वदतु महोदय यत्र यत्र भोजनम् अस्ति तत्र अहं निश्चयेन गच्छामि अस्तु महोदय समीचीनम् अस्तु ललिता भगिनी यत्र तत्र उपयुज्य वाक्यं यत्र विवाहमस्ति विवाहः भवति विवाहः भवति तत्र तत्र कोलाहलः भवति इति वा कोलाहलः भवति ऐ वाण्ट् टु से एन्जॉयमेंट अस्तु तत्र अस्तु तत्र उत्साहः भवति सन्तोषः जनाः सन्तोषम् अनुभवन्ति सन्तोषमयं भवति तत्र आनन्दः आनन्दः सर्वत्र दृश्यते सर्वत्र दृश्यते समीचीनं हा उषा भगिनी अग्रे यत्र पुष्पाणि सन्ति तत्र भ्रमराः अस्ति वा सन्ति वा सन्ति अथवा आगच्छन्ति तदपि आगच्छन्ति तदपि समीचीनं भगिनी हा अस्तु धन्यवादः लक्ष्मी भगिनी अग्रे यत्र मन्दिरः अस्ति तत्र अहं गच्छामि यत्र मन्दिरः अस्ति तत्र अहं गच्छामि समीचीनं भगिनी वेदा भगिनी अग्रे यत्र मन्दिरमस्ति तत्र अर्चकाः सन्ति यत्र मन्दिरः अस्ति मन्दिरमस्ति तत्र अर्चकाः सन्ति समीचीनं शोभा भगिनी यत्र निसर्गस्य सौन्दर्यं भवति तत्र मनः मुदितः भवति हा समीचीनं भगिनि. हा शुभदा भगिनि. यत्र यत्र भक्तिभावः अस्ति तत्र देवः देवः तिष्ठति. देवः अस्ति एव तत्र देवः तिष्ठति. देवः तिष्ठति अथवा अस्ति. समीचीनं भगिनि. अस्तु इदानीम् अग्रे गच्छामः. तत्र यत्र तत्र इति विषये श्लोक प्रायशः द्वयमस्ति. तत्र त्रयं प्रायः त्रयमस्ति. अस्तु तत्र नरेश महोदय तत्र प्रथमश्लोकः श्लोकं पठति वा. एतान् श्लोकान् उच्चैः पठत. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिः ध्रुवा नीतिर्मतिर्मम. तत्र अर्थः अपि दत्तमस्ति महोदय. एकवारं पठतु तत्र. योगेश्वरः कृष्णः धनुर्धारी अर्जुनः च यत्र भवतः तत्र लक्ष्मीः विजयः सम्पत् अचला नीतिः च निश्चयेन भविष्यन्ति इति मम अभिप्रायः. एतत् प्रायशः भगवद्गीतायाम् अन्तिमश्लोकः अस्ति वा एतत् अन्तिम अन्तिमश्लोकः. अतः एतत् अस्ति सञ्जयस्य वचनम् इति खलु. सञ्जय उवाच इति. अस्तु अस्तु. अतः तत्र तस्य अभिप्रायः. यत्र योगेश्वरः योगः ईश्वरः योगेश्वरः कृष्णः धनुर्धारी. तत्र धनुर्धारिन् इति नकारान्तपदं धनुर्धारी इति प्रथमाविभक्ति एकवचनरूपं धनुर्धारी. धनुर्धरः इति अकारान्तपदं दत्तमस्ति किन्तु अर्थे धनुर्धारी इति स्वीकृतमस्ति. धनुर्धरः तत्र तत्तु देवशब्दवत् अस्ति. देवः देवो देवः धनुर्धरः धनुर्धरौ धनुर्धराः धनुर्धरः अर्जुनः च यत्र भवतः तत्र लक्ष्मीः विजयः सम्पत् तत्र लक्ष्मीः इति जानीमः विजयः अपि जानीमः सम्पत् गीतासोपने तृतीयभागे आगच्छति. सम्पत् अकारान्तस्त्रीलिङ्गपदम् अचला नीतिः. नीतिः तु मतिशब्दवत् अस्ति स्त्रीलिङ्गपदमस्ति अतः अचला नीतिः. अचला नीतिः च निश्चयेन भविष्यन्ति इति मम अभिप्रायः. तत्र मम अभिप्रायः इति आरभ्य वाक्यं कुर्मश्चेत् किं भवति इति पदस्य स्थाने किं भवति यत् इति भवति. समीचीनं. मम अभिप्रायः यत् इति समीचीनम्. अस्तु अग्रे द्वितीयश्लोकः तत्र योगस्य ईश्वरः. योगस्य ईश्वरः योगः योगः अनेकाः अर्थाः सन्ति. अत्र किं योगः यत्र योगः इति मार्गं कृष्णः उपदिशति खलु तस्य ईश्वरः सः. समत्वं योग उच्यते वा महोदय. तत्र अनेकाः मार्गाः अनेकान् मार्गान् कृष्णः प्रदर्शयति खलु भगवद्गीतायां. तस्य ईश्वरः मार्गस्य अपि ईश्वरः सः एव इति. केवलं योगः इति यद् व्यायाम अस्ति खलु तादृशयोगः न. किन्तु अत्र तत्र भगवद्गीतायाः विषये योगः यद् यः अस्ति तादृशः योगः. समीचीनं वा. हा ललिता भगिनी अग्रे पठति वा द्वितीयश्लोकः. अस्तु. यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तम्. रामायणस्य आञ्जनेयस्य अपि दत्तमस्ति तदपि एकवारं भगिनि. यत्र यत्र श्रीरामचन्द्रस्य कीर्तनं भवति तत्र तत्र हनुमान् भवति. सः मस्तके अञ्जलिं निधाय तिष्ठति. तस्य नेत्रे बाष्पजलेन पूर्णे भवतः. तस्य राक्षसनाशकस्य हनुमतः नमस्कारं कुर्वन्तु. अस्तु, तत्र परिशीलयामः. तत्र यत्र यत्र रघुनाथकीर्तनं, रघुनाथ इत्युक्ते रघुकुलस्य नाथः श्रीरामचन्द्रः, कीर्तनं भवति इति तत्र. किन्तु साधारणतया किं भवति तत्र? रामायणस्य पठनं वा इति पारायणं यत्र भवति तत्र तत्र तत्र. इदानीम् अत्र यत्र तत्र इति नास्ति, किन्तु यत्र यत्र तत्र तत्र भेदः. यत्र तत्र अपि यत्र यत्र तत्र तत्र भेदः कः इदानीम्? पुनः पुनः तत्तु एकः. किन्तु तत्र यदि वयं वदामः, तत्र पूर्वं वाक्यम् आसीत् खलु, यत्र पुष्पाणि सन्ति तत्र भ्रमराः आगच्छन्ति इति वाक्यम् अस्ति. तत्र किं तत्र सर्वदा आगच्छन्ति इति वा? आगच्छन्ति, किन्तु न आगच्छन्ति अपि तदपि भवति भवति खलु. किन्तु यत्र यत्र तत्र तत्र यदि वदामः, तत्र निश्चयेन तत्र संशयः एव नास्ति. यत्र प्रथमं भवति तत्र द्वितीयं भवत्येव इति. अतः यत्र यत्र श्रीरामचन्द्रस्य कीर्तनं भवति तत्र तत्र हनुमान् भवति एव. कृतं कृत मस्तक अञ्जलि मस्तके निधाय तिष्ठति. तत्र सः मस्तके अञ्जलिं निधाय तिष्ठति. तस्य नेत्रे, नेत्रे इति कीदृशपदं? नेत्रे नेत्रे नेत्रं नेत्रे नेत्राय नपुंसकलिङ्गिवचन द्विवचने द्विवचन समीचीनं. बाष्पजलेन पूर्णे भवतः. तत्रैव बाष्प परिपूर्णलोचनं, लोचनम् इति नेत्रं, लोचनम् इति नेत्रं, पूर्णं केन पूर्णं, केन परिपूर्णं? बाष्पजलेन पूर्णं तृतीया विभक्ति इत्युक्ते जलं. बाष्पजलेन पूर्ण पूर्णं अश्रूणि. हा, तत्र बाष्पवारि परिपूर्णलोचनं यद् यस्य अस्ति. हा, तत्र लोचनमिति न, तत्र बाष्पवारि परिपूर्णलोचनम् इति पदम् अस्ति. मारुतिम् इति पदस्य विशेषणम्. अतः अतः सावधानं, तत्र बाष्पवारि परिपूर्णलोचनमिति तत् लोचनमिति न सूचयति. यस्य लोचनम् इति सूचयति. हा, तत् बहुव्रीहिसमासः इति वदामः. तत्र यस्य लोचनं बाष्पपरिपूर्णम् अस्ति, सः अस्ति बाष्पपरिपूर्णलोचनः. सः मारुतिः, बाष्पवारि परिपूर्णलोचनः मारुति. तं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत. नमत इति कीदृश लकारः? लोट् लकार, बहुवचनं, पुरुषः, मध्यमपुरुषः. सर्वत्र भवति खलु, पठत, वदत, रचयत, सर्वत्र अस्ति. हा, अत्र नमत. हा, राक्षस अन्तकं, राक्षसान्तकम् इति समीचीनम्. अस्तु, इदानीं तत्र अर्थस्य आञ्जलिं निधाय तिष्ठति. तस्य नेत्रे बाष्पजले तत्र निधाय मनसि निधाय तत्र स्थापयित्वा तस्य राक्षसनाशकस्य हनूमतः नमस्कारं कुर्वन्तु. हनूमतः इति कीदृशपदं तत्र? हनुमतः षष्ठी. हा, हनुमान् पदस्य षष्ठी. भगवान् भगवतः, यथा भगवद्गीता भगवतः गीता, भगवद्गीता तत्र हनुमतः नमस्कारं तस्य नमस्कारं कुर्वन्तु इति. अस्तु, कुर्वन्तु अपि लोट्लकारः, किन्तु प्रथमपुरुष बहुवचनं. बहुवचनम्. अस्तु, अग्रे अग्रिम श्लोकः तत्र उषा भगिनी अग्रिमश्लोकं पठति वा? आं महोदय. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः. तत्र अर्थः अपि दत्तमस्ति. यत्र महिलानां गौरवं भवति तत्र देवाः सन्तोषेण तिष्ठन्ति, यत्र महिलानां गौरवं न भवति तत्र सर्वाः क्रियाः विफलाः भवन्ति. एतत् अहं चिन्तयामि, एतत् मनुस्मृति इति ग्रन्थात् स्वीकृतम् अस्ति इति. तत्र यत्र नार्याः तु पूज्यन्ते, कर्मणि पदमस्ति वा महोदय? पूज्यन्ते. हा, पूज्यन्ते, समीचीनं भगिनि. हा, अतः तत्र रमन्ते अत्र अस्तु, तत्र रमन्ते तत्र देवताः, तत्तु समीचीनमेव अस्ति, सुलभमेव अस्ति. देवताः तत्र देवताः रमन्ते, तद् भागं सुलभमेव अस्ति. तदनन्तरं तत्र यत्र यत्रैतास्तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः. तत्र सर्वाः क्रियाः तत्र विफलाः, तत्र फलं न ददति इति. क्रियाः, कोऽपि क्रिया फलं न ददाति इति. यत्र न तत्र नार्यस्तु इति, तत्र नार्यः तु यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः इति. अस्तु, इदानीं तत्र अन्यत् प्रायशः अन्य तत्र रमन्ते आरभ्य सर्वं सुलभतया अवगन्तुं शक्नुमः इति मन्ये, किन्तु एतदेव पश्यामः. तत्र यत्र नार्यस्तु पूज्यन्ते, तत्र क्रियापदमस्ति पूज्यन्ते इति. अस्तु, तत्र कर्तृपदं किमस्ति? त्रीणि एकम् एकम् अस्ति चेत् त्रीणि नार्यः. न, किन्तु अत्र अतः तत्र पश्यामः, तत्र कर्म तत्र क्रियापदमस्ति पूज्यन्ते इति. तत्र कर्तृपदं किं भवति? कर्तृपदं नारी इति भवति वा? न महोदय. केन पूज्यन्ते? हा, तत्र यदि एतत् कर्मणि रूपे अस्ति, यथा यदि वयं तत्र कर्तृरूपे तत्र परिवर्तनं कुर्मः, तत्र किं भवति? पूजन्ति इति प्रायशः, तत्र पूजां कुर्वन्ति इति भवति. पूज्यन्ते इति स्थाने पूजां कुर्वन्ति. अपि नारीम् इति तत्र नारीं पूजन्ति इति भवति. तत्र प्रायशः तत्र यत्र जनाः अथवा नार्याः पूजां कुर्वन्ति. न हा, किन्तु अहं षष्ठी नार्याः पूजां कुर्वन्ति इति वक्तुमिच्छामि. हा, किन्तु यत् भवती उक्तवती तदपि समीचीनं. यत्र जनाः नारीः पूजन्ति, नारीः पूजन्ति कर्मपदं नारीः पूजन्ति तत्र तत्र देवताः रमन्ते अतः तत्र गौरवं यत्र महिलानां गौरवं यत्र भवति तत्र देवताः सन्तोषेण तिष्ठन्ति रमन्ते तत्र रमन्ते इत्युक्ते तत्र द्वयम् अंशद्वयम् अत्र अस्ति एकमस्ति तत्र रमन्ते इत्युक्ते सन्तोषेण सन्ति तत्र रमन्ते इत्युक्ते यदि वनविहारं कोऽपि करोति सः रमते पूर्वमपि दृष्टवन्तः तत्र पाण्डवाः तत्र वनविहारं कुर्वन्ति एकनिमिष भगिनि तत्र रमन्ते इति एकं तत्र देवताः सन्तोषेण सन्ति अपि अन्यत् तत्र रमन्ते इत्युक्ते अन्यत्र न गच्छन्ति तत्र एव रमन्ते इत्युक्ते तत्र एव तिष्ठन्ति सन्तोषेण तत्र तिष्ठन्ति इति अस्तु लक्ष्मी भगिनी वदतु एतत् कर्तृप्रयोगः नास्ति भगिनि कर्तृप्रयोगः एतद् वाक्यं कर्तृप्रयोगः नास्ति रमन्ते तदारभ्य तत्र तु कर्तृ किन्तु नार्यस्तु पूज्यन्ते सः भागः कर्मणि अस्ति पूज्यन्ते कर्तृप्रयोगमेव पूजयते पूजयते न पूज्यन्ते यदि यदि अस्तु भगिनि यदि तत्र कर्तृ आसीत् चेत् कः पूजन्ति न तत्र पूज्यन्ते अतः कर्तृपदं किम् अस्ति कर्तृप्रयोगः अस्ति चेत् तत्र कर्तृपदं किम् नार्यः पूजां कुर्वन्ति इति वा अतः वाक्यं किं भवति यत्र नार्यः पूजां कुर्वन्ति तत्र देवताः तिष्ठन्ति इति भवति खलु यत्र पुरुषाः पूजां कुर्वन्ति इति न किन्तु यत्र नार्यः पूजां कुर्वन्ति तत्र तिष्ठन्ति देवताः सन्तोषेण इति वाक्यस्य अर्थः भवति खलु किन्तु परन्तु अत्र तत्र तदेव वाक्यं न अस्ति अतः यत्र महिलानां गौरवं भवति गौरवं भवति इत्युक्ते तेषां पूजाम् इत्युक्ते गौरवम् इति अतः नार्यः तु पूज्यन्ते नार्यः इति नार्यः पूज्यन्ते अतः तत्र नार्यः अस्ति पूज्यन्ते अस्ति तत्र नार्यः तु कर्तृपदं न भवति इति यदि कर्तृप्रयोगः स्वीकृतं अर्थभेदः भवति समीचीनं वा वेदा भगिनी किं चिन्तनं नार्यः प्रथमविभक्ति बहुवचनम् अस्ति वा हा नार्यः प्रथमविभक्ति बहुवचनं नार्यः कर्तृपदमस्ति न नार्यः अस्तु तत्र नार्यः पूज्यन्ते अस्तु नार्यः पूज्यन्ते इति वाक्यस्य अर्थः कः महिलाः इति स्वीकरोतु महिलाः पूज्यन्ते अस्तु पूज्यन्ते इति पदस्य क्रियापदस्य अर्थः कः पूज्यन्ते महिला पूजां करोति अस्तु अतः महिलाः पूजां कुर्वन्ति अस्तु यत्र महिलाः पूजां कुर्वन्ति तत्र रमन्ते देवताः इति भवती चिन्तयति वा किन्तु तत्र अग्रे पश्यतु अर्थः कः दत्तः यत्र महिलानां गौरवं भवति तत्र देवाः सन्तोषेण तिष्ठन्ति अत्र महिलाः पूजां कुर्वन्ति इति न समीचीनं भगिनि तेषां गौरवं भवति यस्मिन् देशे तेषां गौरवः भवति गौरवं भवति तस्मिन् देशे देवाः सन्तोषेण तिष्ठन्ति अपि सर्वाः क्रियाः सफलाः भवन्ति. महोदय गौरवम् अपि च पूजा भिन्नपदम् अस्ति न महोदय? अत्र अर्थः गौरवम् इति तत्र देवस्य पूजाम् इत्युक्ते किं देवस्य गौरवमेव कुर्वन् स्मः खलु. आधारः सर्वम् आधारः गौरवः पूजा महिलानां गौरवं यत्र भवति तिष्ठन्ति, परन्तु यत्र महिलानां गौरवं न भवति तत्र सर्व क्रियाः विफलाः भवन्ति. इत्युक्ते तत्र यदि देवाः तत्र न सन्ति तत्र इत्युक्ते पूर्वमपि दृष्टवन्तः खलु यत्र श्रीकृष्णः अस्ति तत्र विजयः अस्ति, यत्र नास्ति तत्र विजयः न भवति इति. अतः तत्र यत्र सः नास्ति अथवा यत्र देवाः न सन्ति तत्र क्रियाः विफलाः एव भवन्ति तत्र. परन्तु अत्र कर्मणि पदं स्वीकृत्य त्रीणि एकम् एकं वदामि चेत् पूज्यते क्रियापदम् अस्ति, अपि च कर्तृपदं कर्मपदम् अस्तु अस्तु. अत्र क्लेशः अस्ति इति क्लेशः अस्ति इति विषये क्लेशः नास्ति. सम्यक्तया अवगन्तुं शक्नुमः तत्र क्लेशः अस्ति इति. अस्तु एतत् कुर्मः. कर्तृप्रयोगे नियमः कः? कर्तृप्रयोगे कर्तृपदस्य प्रथमाविभक्तिरूपम् अपि कर्तृपदम् अनुसरति क्रियापदं, कर्तृपदस्य वचनम् अपि क्रियापदस्य वचनं समानम् इति. अपि पुरुषम् अपि यत् कर्तृपदस्य पुरुषः प्रथमपुरुष वा मध्यमपुरुष वा उत्तमपुरुष वा क्रियापदस्य तदेव रूपं भवेत् इति नियमः. अस्तु कर्तृप्रयोगस्य इदानीं कर्मणि प्रयोगस्य नियमः कः? कर्मणि प्रयोगस्य कर्मणि प्रयोगं कुर्मश्चेत् कर्मणि प्रयोगवाक्य वाक्यं कीदृशं भवति इत्युक्ते तत्र क्रियापदं कर्मपदम् अनुसरति, कर्मपदं प्रथमाविभक्तो भवति, अपि कर्तृपदं तृतीयाविभक्तो भवति इति नियमः खलु. अस्तु अस्तु. इदानीं नार्यः तु पूज्यन्ते, अत्र तृतीयाविभक्त्यन्तपदम् अस्ति वा? तृतीयाविभक्त्यन्तपदं नास्ति, अतः कर्तृपदम् अत्र नास्ति, अस्मिन् वाक्ये नास्ति. प्रथमाविभक्तिपदम् अस्ति वा? नार्यः अस्ति, नार्यः प्रथमविभक्तिरूपमेव. तत्र द्वितीयविभक्तिरूपं किं भवति? ईकारान्तपदं स्त्रीलिङ्ग ईकारान्तपदं. द्वितीयविभक्ति बहुवचनरूपं किं भवति? नारीः. हा नदी नद्यौ नद्यः नदीं नद्यौ नदीः. हा किन्तु एतत् पदं नार्यः इति अस्ति, नारीः इति नास्ति. अतः एतत् पदं प्रथमविभक्त्यन्तम् अस्ति, अतः एतत् पदम् एव कर्मपदम् अस्ति कर्तृप्रयोगे. अतः नार्यः इति यत् पदम् अस्ति तद् यदि कर्तृप्रयोगं कुर्मः तद् भवति नारीः कर्मपदं रूपं द्वितीयविभक्तिरूपं स्वीकरोति. इदानीं क्रियापदं भवति, तत्र क्रियापदम् अत्र बहुवचने अस्ति. पूज्यन्ते. अस्तु क्षम्यताम्, अहम् एकं सम्यक्तया न उक्तवान् तत्र कर्मणि प्रयोगे. अहम् उक्तवान् तत्र क्षम्यतां, तत्र अहं किम् उक्तवान् तत्र दृश्यन्ते. अस्तु तत् समीचीनम् अस्तु. किन्तु इदानीं तत्र दृश्यन्ते इति अस्ति, किन्तु तत्र किं कुर्मः, तत्र वयं जानीमः वा तत्र कर्तृप्रयोगे किं भवति इति, तत्र क्रियापदस्य वचनम् एकवचनं वा बहुवचनं वा इति जानीमः वा? महोदय, कर्तरिपदम् इत्युक्ते रामः जलं पिबति, कर्मणि प्रयोगे रामेण जलं पीतं पीयते, किमपि हा अस्तु. किन्तु हा किन्तु तत्र पश्यतु, तत्र यदि कर्तृपदं तत्र तृतीयाविभक्त्यन्तं पदं तत्र नास्ति चेत् न जानीमः कर्तृपदस्य वचनं, कर्तृपदमेव न जानीमः, अतः तस्य वचनं निश्चयेन न जानीमः. अतः तत्र नारीः पूजन्ते पूजते किमपि पूजति पूजन्ति किमपि भवतु, किन्तु तत्र नारीः इति कर्मपदम्, अतः तेषां पूजा यत्र भवति इति, तत् सः एव विषयः. किन्तु न तु नार्यः पूजां कुर्वन्ति इति, तत्तु विषयः न, सः तु विषयः अत्र नास्ति. महिलानां गौरवम् इति अत्र विषयः, न तु ते पूजां कुर्वन्ति न वा. समीचीनं वा इदानीं? अस्तु तर्हि अग्रे गच्छामः. तत्र एतत् अहं यदि सम्यक्तया स्मरामि, एषः श्लोकः मनुस्मृति इति ग्रन्थात् स्वीकृतः श्लोकः इति मन्ये. मनुस्मृतिः मनुस्मृति इति प्रसिद्धः अस्ति खलु. हा यत् यदि तत्र गूगल् मध्ये स्थापयति यत्र नार्यस्तु पूज्यन्ते इति प्राप्नुवन्ति. अस्तु अस्तु अग्रे गच्छामः. तर्हि इदानीं लक्ष्मी भगिनी. यत्रो परमते चित्तं निरुद्धं योगसेवया यत्र यत्र चैवात्मनात्मानं पश्यन् आत्मनि पुष्यति. अस्तु तत्र अस्तु श्लोकस्य अस्तु अद्य किं कुर्मः इदानीं, तत्र वयं तत्र यत् वाक्यानि सन्ति तत् परिशीलयामः, अग्रिमवर्गे तत्र श्लोकस्य परिशीलनं कुर्मः. सर्वे अपि तत्र एकवारं पठित्वा तत्र अर्थः कः इति किञ्चित् चिन्तयित्वा आगच्छन्तु. अतः लक्ष्मी भगिनी, तत्र वाक्यं यत् अस्ति तत् पठतु भगिनि. यत्र यत्र आधुनिक यत्र आधुनिकविचाराः सन्ति तत्र अपि भगवद्गीता प्रसक्ता अस्ति. यत्र आधुनिकविचाराः सन्ति तत्रापि भगवद्गीता प्रसक्ता अस्ति. इत्युक्ते किम्? वर्तमानकालस्य इदानीम् इदानीन्तनकालस्य विचाराः यत्र सन्ति तत्रापि तत्रापि भगवद्गीता प्रसक्ता अस्ति. इत्युक्ते तस्य प्रभाव तस्याः प्रभावः अस्ति भगवद्गीतायाः अध्ययनेन. तत्रापि किञ्चित् तस्य एतत् नूतनविचाराः ये सन्ति तेषाम् अपि अवगमनम् अथवा अवगमनार्थं भगवद्गीतायाः तत्र उपयोगः अस्ति इति तावदेव. केवलं प्राचीनविचाराणां विषये एव भगवद्गीतायाः प्रसक्तिः अस्ति इति न चिन्तयन्तु. तत्र भगवद्गीतायाः प्रसक्ता सर्वेषां विषयाणां मध्ये तस्य प्रसक्ता अस्ति, भगवद्गीता प्रसक्ता अस्ति आधुनिक वा पौराणिक वा. अस्तु अग्रे हा सर् तत्र हा समीचीनं. हा अग्रे वेदा भगिनी. यत्र समस्याः सन्ति तत्र गीता परिहारं निर्दिशति. यत्र यत्र समस्याः सन्ति तत्र गीता गीतायां परिहारं परिहारं सन्ति परिहारम् उपदिशति तत्र गीतायां परिहारं भगवद्गीतायाः परिहारं प्राप्तुं शक्नुमः भगवद्गीतायाः इति पञ्चमीविभक्ति कृत्वा भगवद्गीतायाः परिहारम् अथवा भगवद्गीतायां तस्य परिहारं भवति दृश्यते तस्य परिहारं दृश्यते समाधानं दृश्यते अस्तु. हा शोभा भगिनी अग्रे. यत्र प्रबन्धतज्ञाः मिलन्ति तत्रापि गीताविषये चर्चा भवति. तत्र प्रबन्धतज्ञाः इत्युक्ते विशारदाः इति अर्थे अस्ति. प्रबन्ध इत्युक्ते यस्य इति तज्ञाः इत्युक्ते एक्स्पर्ट्स् इति महोदय मिलन्ति ये जानन्ति गीतायाः विषये जानन्ति यत्र ते मिलन्ति तत्र अपि इति अस्ति. अतः अहं चिन्तयामि तत्र गीताविषये चर्चा सम्मतं न भवति इति. हा प्रायशः तत्र यत्र प्रबन्धतज्ञः इति प्रायशः यत्र ये लेखकाः सन्ति वा अथवा ये प्रौढजनाः सन्ति ये यत्र किं वदामः अकेडेमिक्स् इति यत् वदामः अथवा तादृशः तेषां सम्मतं नास्ति अर्थस्य विषये इति. हा ते भगवद्गीतां न हा तत्र प्रायशः सुलभतया एतत् वक्तुं शक्नुमः भगिनि तत्र यत्र आस्तिकपण्डिताः वा अथवा नास्तिकपण्डिताः वा भवन्ति तेषां मेलनं भवति तत्रापि भगवद्गीतायाः चर्चा भवति इति. एतदेव वक्तुम् इच्छति खलु भवती. चिन्ता नास्ति महोदय. तत्र यत्र प्रबन्धतज्ञाः मिलन्ति तत्रापि तत्र गीताविषये चर्चा भवति इति न दत्तम् अपि इति दत्तम्. अतः मम चिन्तनम् आसीत् तत्र अपि गीताविषये चर्चा यदा भवति तदा सम्मतं नास्ति इति भिन्न अभिप्रायाणि सन्ति अर्थस्य विषये. किमर्थं चेत् बहूनि अर्थानि भवितुम् अर्हति तथा मम अर्थः इदानीम् अवगच्छामि. अस्तु भगिनि तत्र अस्तु तत्र प्रबन्धतज्ञः इत्युक्ते ये भगवद्गीतां जानन्ति तस्मिन् तस्य अध्ययनं हा अस्तु अस्तु भगिनि इदानीम् अवगच्छामि. अस्तु यदि ते सर्वे मिलन्ति तत्र भगवद्गीतायाः विषये अस्य श्लोकस्य कः अर्थः एषः अर्थः अस्ति न न मम मतम् अन्यत् अस्ति इति तत्र एतादृशचिन्तनम् अथवा चर्चा एतादृशचर्चा भवति इति. अस्तु भगिनि अस्तु हा समीचीनम् अस्ति. अस्तु अग्रे शुभदा भगिनि. यत्र भगवद्गीता पठनं भवति तत्र शान्तिः भवति. भगवद्गीतायाः पठनं भवति तत्र शान्तिः भवति इत्युक्ते भगवद्गीतायाः श्लोकाः समस्यायाः समाधानं निर्दिशति अतः सर्वत्र शान्तिः भवति. समीचीनं भगिनि अस्तु अस्तु अग्रे वंशी सुधा भगिनि. यत्र जिज्ञासवः सन्ति तत्र भगवद्गीता भवति. अस्तु, यत्र जिज्ञासवः इति बहुवचनरूपमस्ति, जिज्ञासु इति बहुवचन तस्य बहुवचनरूपमस्ति, अतः यत्र जिज्ञासवः सन्ति तत्र भगवद्गीता अवश्यं भवति इति अहं चिन्तयामि. जिज्ञासुः इत्युक्ते यस्य अस्ति सः जिज्ञासु. समीचीनं. नरेश महोदय अग्रे. कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. महोदय किमपि वक्तुमिच्छति वा अत्र? अवगच्छति वा? कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. अस्तु, किञ्चित् वदामः. तत्र कुरुक्षेत्रम् इति इदानीं तत्र नगरम् अस्ति खलु, कुरुक्षेत्रनगरं कुरुक्षेत्रे इदानीं सप्तमी. कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः कुरुक्षेत्रम् इति, तत्र नवदेहलीतः प्रायशः तत्र किं 200 किलोमीटर् दूरे एव अस्ति इति मन्ये, तत्र बहु समीपमेव अस्ति. तत्र तस्मिन् नगरे यत्र साक्षात् यत्र गीतोपदेशः अभवत्, श्रीकृष्णः अर्जुनम् उपदिष्टवान्, तत्र यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. प्रदर्शिनी इत्युक्ते तत्र एकं प्रदर्शिनी, तत्र वयं यदि कोऽपि तत्र गच्छति सः अथवा सा द्रष्टुं शक्नोति, तत्र अस्मिन् स्थले एव गीतोपदेशः अभवत् इति. तत्र निर्देशनम् अस्ति, नोटिस् बोर्ड् अस्ति, तत्र वृक्षः अस्ति अपि, नोटिस् बोर्ड् अपि अस्ति, अस्मिन् स्थले अत्र एव गीतोपदेशः अभवत् इति. महोदय, प्रदर्शिनी अर्थम् अस्ति एक्सिबिशन्. एक्सिबिशन् प्रदर्शिनी यत्र गीतोपदेशः, सः एकः अर्थः, पदस्य अनेकः प्रायः गीतायां प्रदर्शिनी आयोजितमस्ति, मेबि तदपि प्रायशः भवति. प्रायशः तदपि भवितुम् अर्हति भगिनि. सत्यमेव, अहम् एतत् चिन्तितवान् तत्र प्रदर्शिनी इत्युक्ते यद् प्रदर्शयति अत्र, अत्र एतत् प्रदर्शयामः इत्युक्ते किम्? एक्सिबिट् इति, प्रोड्यूस् बि इण्डिकेट् इति अर्थः अस्ति. तत्र एक्सिबिशन् इति अर्थः अस्ति, पायिण्ट् अपि इति अर्थः अपि अस्ति, दिस् इस् द प्लेस् इति अर्थः तदपि भवति. अतः तत्र सन्दर्भानुसारम्, अतः तत्र प्रदर्शिनी इति एक्सिबिशन् इति अर्थे अपि भवितुम् अर्हति, अथवा नोटिस् बोर्ड् इति तदपि भवितुम् अर्हति. आयोजिता इति कीदृशपदम्? विशेषणम् अस्ति प्रदर्शिनी, स्त्रीलिङ्गम् आयोजितम्. तत्र आयोजिता अस्ति इति दृष्ट्वा एव अहं चिन्तितवान् तत्र आयोजिता इत्युक्ते तत्र. अस्तु अस्तु, तत्र तद् अस्तु, एक्सिबिशन् इति एव स्वीकर्तुं शक्नुमः, समीचीनमेव. अस्तु, यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी, तस्मिन् देशे तस्मिन् स्थले एव प्रदर्शिनी आयोजिता अस्ति. अस्तु, अग्रे ललिता भगिनी अग्रे. यत्र भारतयुद्धम् अभवत् तत्र गवेषकाः खननं कुर्वन्ति. यत्र भारतयुद्धम् अभवत् गवेषकाः इत्युक्ते खननम् इत्युक्ते डिगिङ्ग् कूपखननम् इति खननम् गवेषकाः इत्युक्ते प्रायशः आर्कियोलजिस्ट् इति मन्ये इति मन्ये द्रष्टव्यः ते एव खननं कुर्वन्ति खलु अतः अस्तु अस्तु अग्रे उषा भगिनि यत्र विचारमथनं प्रचलति तत्र तत्त्वबोधः जायते. यत्र विचारमथनं मथनम् इत्युक्ते समुद्रमथनं समुद्रमथनं विचारस्य विचारस्य विषये बहु किमपि तत्र प्रयत्नं कुर्मः एतत् अवगन्तुम् इच्छामः एतत् समीचीनम् अस्ति एषः अंशः अस्ति अन्यत् अन्यः अंशः अपि अस्ति किन्तु तयोः सम्बन्धः कः इति तत्र बहु चिन्तनं यदि कुर्मः तत्र तदा किं भवति तत्त्वबोधः जायते तदा किमपि अवगन्तुं तत्र किञ्चित् ज्ञानं प्राप्नुमः बोधनं भवति इति. अस्तु तर्हि अतः तत्र वाक्यानि पठितवन्तः इदानीम् अग्रे अग्रिमविषयः अस्ति किन्तु निश्चयेन प्रायशः खलु अपेक्षया इति अपि तत्र श्लोकद्वयं यत् अस्ति तत् अग्रिमवर्गे पठिष्यामः परिशीलयामः. अस्तु तर्हि अन्यः प्रश्नः अस्ति वा महोदय इदानीं मन्थनम् अस्ति वा मुद्रणदोषः अस्ति वा मन्थनम् इति मथनं प्रायशः मन्थनं मन्थनं पर्यायपदम् अस्ति समुद्रमन्थनम् इति मथनमपि मथनं मन्थनं प्रायशः समानार्थकपदम् इति मन्ये भगिनि किन्तु एकवारं दृष्ट्वा वदामि एकवारं पश्यतु भगिनि तत्र किन्तु अहं चिन्तयामि तत्र प्रायशः समानम् इति. अस्तु स्पोकन् सान्स्क्रिट् मध्ये मथन एव अस्ति महोदय किन्तु तत्र अस्तु एकवारं दृष्ट्वा अग्रिमे वर्गे वदामः. अस्तु तत्र समीचीनं वा किं भगिनि विचारमथनं वादविवादः तादृशः सत्यं सत्यं सत्यं तदेव तदेव. अस्तु तत्र वंशीश्वर भगिनी तत्र प्रार्थना अथवा शान्तिमन्त्रम् इति वदति वा किमिच्छति वा अन्ते तदनन्तरं रेकार्डिङ्ग् स्थापयामि पूर्णं वदामः वा महोदय. सत्यं भगिनि पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. धन्यवादः धन्यवादः महोदय. धन्यवादः महोदय.